नमस्ते, अद्य विषयः अस्य अद्यतनवर्गस्य विषयः अस्ति भुआदिगणः। तत्र विशेषधातूनां विषये वर्गः अस्ति अद्यतनविषयः अस्ति। प्रश्नाः सन्ति वा ह्यस्तनवर्गस्य अथवा गतसप्ताहस्य वर्गस्य विषये प्रश्नाः सन्ति किम्? तर्हि वयं माहेश्वरसूत्राणि तिङ्प्रत्ययान् उक्त्वा अनन्तरं चर्चां कुर्मः। ऐ वुन् ऋलुक् ए ओङ् अयौच् अयवरक् लण् मङणनं झभै चटतौ तपै शशसर् हल् माहेश्वराणि सूत्राणि तिप्तझी स आतां झ थास् आथां ध्वम् इड् वहिमहिं तिङ् प्रत्ययाः। अस्तु, तत्र विशेष धातवः कति सन्ति? मीना भगिनी वदति वा? सम्यक् न स्मरामि, अत्र अन्वेषणं करोमि। तदेव लिखितमस्ति, अन्वेषणं करोमि। विशेष चत्वारिंशत् धातवः सन्ति। चत्वारिंशत् धातवः तत्र तत्र भागद्वयम् इति चिन्तनं भवतु। एकः भागः अस्ति यत्र धातोः परिवर्तनं भवति। उदाहरणार्थं गम् इति धातुः अस्ति, तस्य गच्छ इति रूपं भवति। तादृश परिवर्तनं तु प्रारम्भे अस्माकं करपत्रे प्रारम्भे एच् ऐ पर्यन्तं तदेव खलु? तावत्पर्यन्तम् अस्ति। तदनन्तरं प्रत्ययानां भिन्नभिन्नप्रत्ययाः भवन्ति। यद्यपि भुआदिगणे अस्ति, तत्र शप् भवति कुत्रचित्, सप् शप् अपि भवति, अन्यप्रत्ययाः अपि भवन्ति। तादृश अपि विशेषधातवः सन्ति। तथा यदि गणद्वयं कुर्मः तदा अस्माकं चिन्तने स्पष्टता भवति। विशेष यत्र विशेषधातूनां मध्ये यत्र धातोः परिवर्तनं भवति, तत्र एकः गणः अस्ति यत्र आदेशः आगच्छति एकस्मिन् वर्णनिमित्तं। तादृशधातवः के इति रामप्रिया भगिनी वदति वा? गम् यम् धातोः चकार आदेशः भवति, निमित्तं वदामि वा भगिनि? वदतु। गम् प्रथमं गच् भवति इषु गमियमां च इति सूत्रेण, अनन्तरं चे च इति सूत्रेण गच्छ इति भवति। गच्छ इति तुकागमः प्रथमम्, अनन्तरं श्रुत्वसन्धि स्तोष्णाष्टुः इति सूत्रेण चकारम् आदेशः भवति, मध्ये आगच्छति। अति उत्तमं भगिनि। राजी भगिनी वदति वा, पूर्णतया धातु आदेशः कुत्र भवति इति? पा धातु शप् योजनेन पिब भवति, पिबयोगः अतो गुणे इति सूत्रेण पिब पूर्वतन अकारस्य लोपः भवति. एकः अकारः एव अवशिष्यति. पिब योगः तिप् पिबति. तादृश धातवः धातवः के धातूनां धातुः कः आदेशः कः इति वदति वा? पा पिब घ्रा जिग्र ध्मा धम न मन दान यच्च दृस् पश्य ऋच्छ सृ धौ सृ धौ षद् शीय सद् सीद. सृ धौ भवति. धौ अनन्तरं किं भवति? धौ अनन्तरम् योजयित्वा शप् धाव् भवति. धाव् योगगति धावति. धावति इति अर्थ रन् इति अर्थं भवति चेत् धावति. टु गो इति भवति चेत् सरति. सृ धातोः सरति भवति. उत्तमं भगिनि. अनन्तरं पुष्पा भगिनी वदतु, यत्र नकारलोपः कुत्र भवति इति. नकारलोपः यदि साहाय्यम् इच्छति, करपत्रे तत्र सि इति अस्ति खलु, सि आङ्ग्लवर्णः सि इति. एकनिमिष गम यम इषु गम यमां चः ए भवति. अपाघ्राधमा तु बि भवति. अत्र सि इति अस्ति, तत्र पश्यतु नकारलोपः कुत्र भवति इति ज्ञायते. लोटि लटि लङ् लङ् लटि वन् बि सि आगच्छति. एकनिमिष हा दे गौ धौ भवत्री कस्मिन् करपत्रे अस्ति भवादिगणस्य खलु? टुडे भवादिगणस्य करपत्रे तत्र विशेषदातवः इति खलु. न एजन्तदातवः न विशेषदातवः. वयं तु एजन्तदातवः तत्सर्वं वयं पूर्वं पठितवन्तः. अत्र तु सामान्यकार्यं भवति. अत्र षट्चत्वारिंशत् धातूनां कृते विशेषकार्याणि यद्भवति तस्मिन् वर्षे एव अद्य वयं पठामः. तत्र पश्यतु, तत्र लेटर् सि भवति. न करपत्रे नूतनकरपत्रम् अस्ति वा तत्र भवत्याः? स्वञ्ज् रञ्ज् इत्येषां न लोपः. स्वञ्ज् रञ्ज् एतेषां चत्वाराणां धातुविषये नकारलोपः भवति. अतः रूपाणि कथं दंश् किं भवति? दंश् दशति. सञ्ज सञ्ज सजति. स्वञ्ज स्वजते आत्मनेपदी. तु स्वञ्ज रञ्ज् रजत् रजति इति अस्ति. अत्र सर्वत्र नकारलोपः भवति. अतः एव अनुस्वारः वा ञकारः वा तत्र तत्र तिङन्तरूपे न पश्यामः. सुब्रह्मण्यमहोदय, नुमागमः कुत्र भवति? प्रथमं तु अत्र जब् धातोः नुमागमः भवति भगिनि. अत्र जब् जब् रधि जभो रचि सूत्रमस्ति. रध् जब् अनयोः धात्वोः नुम् आगमो भवति अजादिप्रत्यये परे. इत्युक्ते अत्र रूपं किं भवति? जब् धातोः रूपं भवति, धातुः अस्ति प्रथमं तु जभि. अत्र उपदेशे प्रत्ययं तिङन्तरूपं किं भवति? क्षम्यता, तिङन्तरूपं भवति जम्भति. यदि नुमागमः न स्यात् तर्हि कीदृशरूपं भवति? नुमागमः न स्यात् तु अत्र जभति भवति, जभति भवति, परन्तु नुमागमः विशेषसूत्रेण भवति इति कारणेन जभ् धातु जम्भति इति भवति. अस्तु, मीना भगिनी, भगिनि जम्भते न जम्भते रदि जभो रति इत्यनेन जादि जम्भते भगिनि अत्र जम्भते अस्ति खलु, आत्मनेपदी आत्मनेपदी जम्भते इति भवति. क्षम्यताम् भगिनि, गात्रविनामे इति किम् अर्थं भगिनि? जबि गात्रविनामे जम्भते. गात्रम् इत्युक्ते शरीरं, विनमति इत्युक्ते नमति एव, शरीरस्य नमनं. धन्यवादः. कुत्र अस्ति? कुत्र अस्ति तर्हि? डि मध्ये जबि गात्रविनामे जम्भति इति सूत्रस्य उपरि अस्ति. सूत्रस्य उपरि, हा, उपदेशे अयं मूलधातुः तस्य उपरि अस्ति. जबि इति ईकारः अनुबन्धः न तु इकारः, अतः इदितो नुम् धातोः इत्यनेन नुम् आगमो न भवति, परन्तु विशिष्टसूत्रम् अस्ति येन रज् जव् अनयोः धात्वोः नुम् आगमो विहितः. तत्र नास्ति, तत्र तु नास्ति, तस्य उपरि अस्ति भगिनि. जभि गात्र विनामे जम्भते. मम समीपे तु पुरातनकरपत्रम् अस्ति, महोदयः एतत् सर्वम् अत्र योजितवान् योजितवान् पूर्वं नासीत्, पूर्वं नास्ति. अर्थः इति जानामि, अर्थस्य अर्थं न जानामि. धातोः अर्थः अपि तत्र धातुपाठे भवति खलु, भूसत्तायाम् एवं प्रति धातोः अर्थः भवति, तदेव अत्र अस्ति. कृपधातोः किं भवति इति सुब्रह्मण्यमहोदय भवान् उक्तवान् खलु, मीना भगिनी वदतु. कृप् द्वे रूपद्वयं भवति. लटि एव इदानीं वदतु, लटि किं भवति, कीदृशकार्यं भवति, तद्विना किं भवति इति वदतु. स्थूलरूपेण वयं जानीमः. कृप् लटि कर्पति इति भवति. यदि सूत्रं विशेषसूत्रं नास्ति तर्हि कर्पते इति भवति खलु. इदानीं कृपोरोलः इति सूत्रेण कर्पते किं भवति? कृपः ऊ कृपः रहलः ऊ रहस्थाने लः आगच्छति. कृप् कल्प् इति भवति. कल्प् भवति कल्पते. रुस्थाने अङ्गः कल्प् अङ्गं कल्प कर्प इति भवेत् परन्तु कल्प इति भवति. कृप् इति आसीत् यदि पुगन्तलघूपदस्य च इति सूत्रेण गुणकार्यं भवति तर्हि कृप् कर्प् भवति. परन्तु अत्र विशेषसूत्रमस्ति इति कारणेन तत्र रेपस्य स्थाने कृपोरोलः सूत्रेण लकारः भवति. कल्प् इति अङ्गं कल्प कल्पते. अस्तु, प्रथमतया पुगन्धलघु उपदेशे गुण आदेशः भवति, तदनन्तरं रकारस्य स्थाने लकारः आगच्छति. पुगन्धलघुपदस्य च इत्यनेन गुणः, अनन्तरं रेफस्य स्थाने लकारः. अस्तु, लटि तावदेव. लिटि कीदृशकार्यम् इति तत्र अस्ति, परन्तु तत् अस्मिन् सन्दर्भे इदानीं न चर्चां कुर्मः तस्मिन् विषये. षज् इति धातुः अस्ति खलु, तस्य किं भवति इति वदतु रामप्रिया भगिनी, वदतु. आं भगिनि, तत्र तु धात्वादेः शः सः इति सूत्रं सस्य इति शकारस्य स्थाने सकारः आदेशः भवति. सस्य इति भवति. अनन्तरं स्तोष्टुनाशुः इत्यनेन श्रुत्वं सकारस्य स्थाने शकारः, जलां जश् जशि इत्यनेन जष्त्वं भवति. सज्ज इति भवति, सज्ज इति भवति, सज्ज योगः श, सज्ज इति अङ्गं, सज्जति सज्जते उभय सज्जते. उत्तमम्. उभयपद उभयपद. अनन्तरं राजी भगिनी, दीर्घत्वं क्षितिपरे कुत्र भवति? स्टिवुक्लमुचामशिति सूत्रे क्लमु चमां शिति. स्टिवु क्लमु चमां शिति, तत्र स्टिव् क्लं चम् येषां धातुरूपी अङ्गानां दीर्घं भवति. दीर्घत्वं शिति प्रत्यये परे भवति. तत्र तर्हि ष्टिवु क्लमु चम तत्र रूपाणि तिङन्तरूपाणि कथं भवति? ष्टिवु रूपाणि ष्टिव् योगगश ष्टीं भवति. ष्टीव् ष्टीवति इति पदं तिङ्गन्तपदं भवति. मां सूत्रं नास्ति तर्हि ष्टिवु धातु किं भवति? नास्ति चेत् स्टेवति इति भवति इति अहं चिन्तयामि. इदानीं ष्टीवति इति दीर्घत्वं प्राप्नोति. अनन्तरं क्लम क्लमु क्लं योगः शप् क्लां भवति. क्लामिति इति क्लामति इति भवति. क्लं क्लां भवति. तिङ्गन्तरूपं क्लामति इति, दिवादिगणे क्लाम्यति इति भवति. चमु आचम् आचम् आचं योगः शब् आचाम इति भवति. तिङ्गन्तरूपम् आचामति. चमु धातुः आङ् उपसर्गस्य योगे एव दीर्घत्वं प्राप्नोति. अस्तु, गुः धातोः किं भवति? पुष्पा भगिनी वदति वा? गुः धातोः उपधात् दीर्घः अजादि प्रत्यये परे गुः धातुः गुः आयाति संवरणेन आवृणोति गुह् धातोः ऊदुपधाया गोहः इति सूत्रेण ऊकारादेशो भवति दीर्घ ऊकारादेशो भवति गुणहेताव जादौ प्रत्यये परे ऊत् प्रथमान्तम् उपधायाः षष्ट्यन्तं गोहः षष्ट्यन्तं त्रिपदमिदं सूत्रम् अतः गूहते भवति सूत्रेण ऊदुपधायाः गोहः सूत्रेण विना किं भवति गुह्वति गुणकार्यं भवति गोहते भवति सामान्यकार्यम् उपधा गुः लघु इक् वर्णः खलु अतः पुगन्तलघुपदस्य च इति सूत्रेण गुणः अतः गुः गोहति अथवा गोहते परन्तु अत्र विशेषसूत्रम् अस्ति इति कारणेन गूहते इति भवति दीर्घत्वमेव अत्र दीर्घः इति तु ष्टिवुक्लमु चमांशिति सूत्रेण ऊदुपधायाः गोहः इति सूत्रद्वयेन दीर्घत्वं भवति तत्रापि दीर्घः एव अत्रापि ऊकारः तदपि दीर्घः एव खलु अत्र ऊकारः अत्र ऊकारः उकारस्य स्थाने ऊकारः द्वयोः एकं सूत्रेण न स्टिवु क्लम् ओक्लम् क्लम् इति ऊकार क्लम् इत्यत्र क्लाम् दीर्घत्वं भवति आकारः अस्ति दीर्घत्वम् इति उक्तवती दीर्घः भवति भगिनि ष्टिवुक्लमु क्षितिपरे अस्ति गुह् धातोः अजादिप्रत्यये परे अस्ति इति कारणेन निमित्तस्य भेदः परन्तु स्मरणार्थं वदामि अत्रापि दीर्घः भवति तत्रापि दीर्घः भवति कार्यं रूपे समानम् इति परन्तु सूत्रस्य निमित्ते भेदः अस्ति अस्तु प्रश्नः अस्ति वा भगिनि महोदय वर्गे उक्तवान् अत्र धातुः तु अस्ति गुः परन्तु अत्र सूत्रम् अस्ति ऊद् उपधाया गोहः इति अत्र गोहः किमर्थं दत्तमस्ति इति उक्तवान् परन्तु सम्यक्तया न अवगतम् अवगच्छति वा अस्तु तत्र करपत्रे तस्य विवरणं पुनः परिशीलयामः वा अत्र नास्ति अत्र प्रश्नः उदेति यत् इति अस्ति खलु न गुः तत्र ऊदुपदायः गोहः इति सूत्रम् अस्ति तदनन्तरं गुह योगः शप् ऊदुपदायः गोहः इति अस्ति अनन्तरम् अत्र प्रश्नः उदेति इति प्रारम्भः भवति प्राप्तवती वा नूतनकरपत्रे त्रयोदश अत्र प्रश्नः उदेति इति तद् सुब्रह्मण्यमहोदय भवान् एव पठतु, तर्हि भवान् पुनः परिशीलयामः. अस्तु भगिनि, अत्र प्रश्नः उदेति यत् सूत्रे गोहः इत्यस्य कथनेन प्रथमतया गुणः भवति पुगन्तलघूपधस्य च इत्यनेन, तदा एव गोः इत्यस्य गुणसंज्ञक ओकारस्य स्थाने ऊकारादेशः इति वा? किन्तु तथा नास्ति. अत्र सूत्रे स्थितस्य गोः इत्यस्य सन्देशः अयं यत् यत्र यत्र लघुपदगुणः सम्भावनीयः तत्र तत्र गुणं प्रबाध्य ऊकारादेशः स्यात्. अतः अत्र वास्तवे पुगन्तलघूपधस्य च इति सूत्रं कार्यं न करोति. यत्र तस्य कार्यं सम्भाव्यं तत्र उपधाय गोः इति सूत्रं परिवर्तनीयम्. प्रवर्तनीयम्. अत्र प्रथमः प्रश्नः कः इति जानाति वा? अत्र प्रक्रिया इति यदि क्रमरूपेण पश्यामः, प्रथमं गुः इति अस्ति, शप् योगे गुः गोः भवति, अनन्तरं गोः गुः भवति, अनन्तरं शप् योगे गोः गोहते इति भवति वा? सः एकः क्रमः. अवगच्छति? प्रथमं गोः भवति पुगन्धलघुपदस्य च इत्यनेन, अनन्तरं गोः स्थाने गुः भवति, अनन्तरं गुः गुहते. सः एकः क्रमः. गोः स्थाने गुः कथम् आगच्छति भगिनि अत्र? एतेन सूत्रेण तथा भवति वा? अथवा साक्षात् गुः तः एतेन सूत्रेण गुः भवति, गुः तः गुह गुहते. तथा भवति वा इति तत्र प्रश्नः. मध्ये पुगन्तलघुपदस्य च इति कार्यं तत्र भवति वा न वा इति प्रश्नः. प्रथमं मया यदुक्तं तत्र पुगन्तलघुपदस्य च इति कार्यं भवति खलु. द्वितीयक्रमः मया यदुक्तं तत्तु तत्र तु पुगन्तलघुपदस्य च इति कार्यं न भवति. साक्षात् उधूप ऊदुपधाय गोः इति सूत्रेण एव दीर्घ उकारः आगच्छति खलु. तस्मिन् क्रमे प्रथमक्रमः भवति वा द्वितीयक्रमः भवति वा इति प्रश्नः. अत्र प्रश्नः उदेति यत् सूत्रे गोः इत्यस्य कथनेन प्रथमतया गुणः भवति पुगन्तलघुपदस्य च इत्यनेन, तदा एव गोः इत्यस्य गुणसंज्ञक ओकारस्य स्थाने ऊकारादेशः इति वा किम् इति प्रश्नः. सः क्रमः तु प्रथमं मया यदुक्तम्. अनन्तरं सः महोदयः वदति तथा नास्ति, तत्र तु गोः इत्यस्य एवं स्मारणार्थं यत् सामान्यतया यत्र गुणकार्यं भवति तस्मिन् सन्दर्भे अत्र ऊकारादेशः भवति इति. अतः साक्षात् गुहतः गुह गुहतः गुह गुहते गुहति गुहते. इदानीं सम्यक् अत्र पुगन्तलघुपदस्य च कार्यं न करोति. तत्तु समीचीनमेव भगिनी, परन्तु अत्र सूत्रे ऊदुपधाय गुः इति न दत्तमस्ति खलु. अत्र तु ऊदुपधाय गोः इति दत्तमस्ति. यत्र यत्र लघुपदगुणः भवितुम् अर्हति तत्र एव एतादृशकार्यं भवति इति सूचनार्थम्. अस्तु अस्तु अस्तु भगिनि. तत्र एकवाक्यमस्ति पश्यतु, किन्तु तथा नास्ति. अत्र सूत्रे स्थितस्य गोहः इत्यस्य सन्देशः अयम् अयं सन्देशः गोहः इति पदस्य सन्देशः यत् यत्र यत्र लघुपदगुणः सम्भावनीयः सम्भावनीयः इत्युक्ते यत्र यत्र लघुपद गुणः भवति सामान्यतः तत्र तत्र गुणं प्रबाद्य उकारादेशः भवति इति. इदानीं स्पष्टं ज्ञापकार्थं तत्र गोहः इति अस्ति. अस्माकं मनसि यत्र गोः इति कुर्मः तस्मिन् समये ऊकारः भवेत् इति. गोहः स्थाने अत्र यत्र कर्तुं प्रभवामः तस्मिन् सन्दर्भे गोहः मास्तु, ऊकारः भवतु, गुह गुह इति भवतु. अस्तु भगिनि, अत्र गोहः इत्युक्ते अत्र तस्य षष्ठीविभक्तिरूपम् अस्ति, तस्य स्थाने ऊकारः आदेशः भवति इति. अस्तु भगिनि, अस्तु भगिनि, इदानीं सम्यक्तया षष्ट्यन्तः गुहः आयाति. अस्तु, षष्ट्यन्तः गोहः न गुहः आयाति. गोहः षष्ट्यन्तं तस्मिन् स्थाने गोः षष्ट्यन्तं यदा भवति गोहः स्थाने इति योजयामः खलु. षष्टिस्थाने योगा इति अस्ति, अतः गोहः स्थाने ऊकारः भवति. ऊत् प्रथमान्तम् ऊत् उपधायाः गोहः ऊत् इति प्रथमान्तम् उपधायाः गोहः गोहः इत्यस्य उपधायाः ऊकारः आदेशः भवति इति. अतः गोहः इत्यस्य उपधा ओकारः तादृशसन्दर्भे उपधायाः ऊकारः आदेशः भवति इति. तत्तु षष्ट्यन्तं गोहः तु अस्ति, गोहः तु षष्ट्यन्तमेव. गोहिति गोहिति हलन्तपदं, हलन्तानां षष्ट्यन्तं अह इति भवति खलु. मरुत् इत्यस्य मरुतः इति भवति खलु. अतः गोः इत्यस्य गोहः इति षष्ट्यन्तम्. अस्तु, मरुतः गुहतः न गोहः. तत्र यत्र लघुपदस्य पुगन्तलघुपदस्य सूत्रं तत्र कार्यार्थम् आगच्छति तस्मिन् सन्दर्भे तथा मास्तु, ऊत् भवतु इति. एतावत्पर्यन्तं वयं यत् चर्चितवन्तः तत्र सर्वत्र धातोः परिवर्तनं, अग्रे प्रत्ययस्य परिवर्तनम् इति विषये परिशीलयामः. तत्र अक्षधातोः किं भवति इति राजी भगिनी वदति वा? आं भगिनि, अक्षधातोः शप् शप् योजयित्वा अक्ष आयाति. अक्षयोगः अक्ष इति अङ्गम्, अक्षयोगः इति अक्षति इति तिङ् प्रत्ययः. द्वित्वं द्वित्वं न द्वितीयः स्नौ, स्नौ अक्षयोगः स्नु, स्नु अक्षयोगः नु, नत्वं कृत्वा अक्ष्णु इति अङ्गम्. अक्षयोगः अस्ति इत्यनेन अक्ष्णो भवति. अक्ष सर्वधातु कार्धधातुकयोः इत्यनेन गुणः भवति. अक्ष्णो गुणः दिगन्त अङ्गस्य गुणः. न अत्र अक्षुविषये तत्र कुत्र गुणः भवति? अक्ष्णु उकारः ओकारः भवति. उत्तमम्. अक्ष्णु इति अङ्गमस्ति, तत्र यः उकारः अस्ति सः उकारः ओकारः भवति. अनन्तरं अक्ष्णोति इति विकल्पेन रूपं भवति, तिङ् प्रत्ययं प्राप्नोति. अक्षति सामान्य शप् अस्ति, सामान्यतया अक्षधातोः भुआदिगणस्य इति अस्ति इति कारणेन अक्षति इति रूपं भवति. अत्र विशेषरूपम् अपि अस्ति, अक्षोऽन्यतरस्याम्, अक्षः अन्यतरस्याम् इति सूत्रेण. तत्र श्नु अपि भवति, अतः श्नु यदा भवति तदा अक्ष्णोति इति रूपम्. आं भगिनि, इदानीम् अक्षुधातुः विशेष शप् अपि स्वीकरोति, श्नु अपि स्वीकरोति इति सः तदर्थमेव अक्षुधातुः विशेषधातुः इति जानीमः. श्नु भवति समानमेव, अक्षति अक्ष्णोति अर्थं समानमेव, अर्थः तु समानः अर्थः. तक्षुधातोः किं भवति तदपि भवती एव वदतु. तक्षुधातोः शप् योजयित्वा तक्षति, अन्यरूपं तक्ष्णोति इति भवति. स्नु योजयित्वा तक्ष्णोः नु, नत्वं कृत्वा तक्ष्णु, उकारस्य गुणः भवति. तक्ष्णो योगः इति तक्ष्णोति इति सिङ्गतं प्राप्नोति, परन्तु अर्थः समानः नास्ति. तनुकरणं नाम शृणोतु, अर्थः तु तक्षति तक्ष्णोति इत्यस्य समानार्थः एव. समानार्थो वा? समानार्थः, परन्तु तनूकरणे इति अर्थे एव तक्षति तक्ष्णोति भवति. अपरस्मिन् अर्थे केवलं तक्षति भवति. अतः यदा तनूकरणे अर्थे भवति तक्षति इति करोति, तदा तक्ष्णोति तक्षति समानार्थः. अस्तु. तक्षति इत्यपि समान यः अर्थः अस्ति, समानार्थः तक्ष्णोति इत्यस्य अपि. अस्तु. परन्तु तनूकरणे तस्मिन् अर्थे न उपयोगं करोति, तदा तु तत्र तक्षति एव भवति, तक्ष्णोति न भवति, तदा श्नु न भवति. अवगतम्? अवगतम्. तत्र तनूकरणं नाम तत्सर्वम् अवगच्छन्ति वा? तत्र कीदृश अर्थः तनूकरणस्य इति? शेव् आर् पेर् प्लेन् मेक् थिन्. अनन्तरं कार्पेण्टर् इत्युक्ते तक्षकः एकार्थं. तक्षकः इत्युक्ते यः तक्षति सः तक्षकः. आम्, तक्षकः तु एतादृशकार्याणि एव करोति खलु. काष्ठं तक्षणं करोति, काष्ठं तक्षति तक्षकः इत्युक्ते तत्र ये टु शेव् पेर् प्लेन् मेक् तिन् इत्यादि अर्थे एव तस्य कार्यं भवति खलु तक्षकस्य. तादृशकार्याणि यदा करोति तदा तनुकरणम् इति अर्थे स्वीकुर्मः. परन्तु यत्र अधिवक्ता सन्तक्षति वाग्भिः इत्यत्र तु तत्र समानार्थः नास्ति, अतः तत्र तु तक्षति एव भवति, तक्ष्णोति न भवति. स्पष्टम्? अस्तु. यः महोदय उक्तवान् प्रथमस्थले योगार्थः, द्वितीयस्थले रूढार्थः किं भवती किञ्चित् विवरणं करोति वा? योगार्थः नामकः, रूढार्थः नामकः इति वा? सामान्यतः वयं यदि अहम् एकम् उदाहरणं स्वीकरोमि, जले जायते इति जलजम् इति वदामः, तत्तु नियमानुसारं जले यद्भवति, जायते इत्युक्ते जन्म प्राप्नोति, तस्य नाम जलजम् इत्युक्ते किं? यत् जले जन्म प्राप्नोति इत्युक्ते जलजम् इत्युक्ते कमलम्, सामान्य लोके रूढार्थः कमलमेव. जले जायते इति भिन्नभिन्न मक्षिकाः अपि जले जायन्ते, लक्ष्मीः अपि जले जायते, मक्षिकाः जले जायन्ते, अन्य कीटानि, अन्य मास् इत्यादिकमपि जले जायन्ते. परन्तु लोके तु वयं रूढार्थः इत्युक्ते लोके सामान्यतः जलजम् इत्युक्ते कमलम् इत्येव, परन्तु योगार्थः जले जायते इति, यत्किमपि जले भवति तत्तु योगार्थः भवति, परन्तु रूढार्थः लोके तस्य प्रयोगः कथं भवति इति, लोके अथवा सम्भाषणे काव्येषु तस्य प्रयोगः कथं भवति, केवलं सूत्रं तादृश नियमेन कथं कीदृश अर्थः भवति इति योगार्थः. योगः इत्युक्ते सूत्रं, सूत्रानुसारं कीदृशरूप तस्य रूपस्य अर्थः भवति इति तु योगार्थः. परन्तु यद्यपि जलजम् इति इत्युक्ते जले जायते इति किं वयं किमपि न वक्तुं शक्नुमः, केवलं कमलस्य एव जलजम् इति रूढार्थः, लोके कमलमित्येव वदामः खलु, कमलम् इति अर्थे एव जलजम् इति वदामः, तथा एव योगार्थः भिन्नः, रूढार्थः भिन्नः. रूढार्थः यद् लोके वयं प्रयोगं कुर्मः, सूत्रस्य तत्र धातोः अर्थः एकः, तस्य प्रत्ययस्य अर्थः एषः, एवं तस्य योगे एतादृश अर्थः एव भवति इति वयं वक्तुं शक्नुमः, परन्तु तस्य प्रयोगः लोके कथं भवति इत्यपि पश्यामः, सः तु रूढार्थः. अवगतम्? आम् आं भगिनि. अस्तु, अग्रे इदानीं योगार्थः रूढार्थः विषये स्पष्टं खलु? इदानीं सनादिप्रत्ययाः कस्मिन् कुत्र भवन्ति? सन् प्रत्ययाः भुवादिगणे भवति, सन् प्रत्ययाः सर्वत् कुत्र इत्युक्ते तृतीय अध्याये किल, अष्टाध्याय्यां पृच्छतु किल, भुवादिगणस्य विशेषधातोः मध्ये कुत्र सन् प्रत्ययाः, कस्य धातोः सन् प्रत्ययाः भवन्ति इति, तेषां धातोः विषये सन् प्रत्ययाः भवन्ति. गुप् सप्तधातवः, गुप् तिज् किद् प्रथमं तत् स्वीकुर्मः, गुप् तिज् किद् किद् धातोः सन् भवति, भुवादिगणीयधातवः गुप् तिज् किद्. परन्तु अपरस्मिन् गणे अपि ते सन्ति, कस्मिन् गणे? चुरादि दशमगणे अपि गुप् तिज् किद् अस्ति, परन्तु भुवादिगणे अपि गुप् तिज् धातवः सन्ति. वयम् इदानीं भुवादिगणीयधातूनां विषये संयोजयित्वा कीदृश गुप् धातुः किं भवति? जुगुप्सते इति भवति, जुगुप्सते इति. तिज् धातुः तितिक्षते इति धातुः चिकित्सति. यदि तत्र चुरादिगणीयरूपम् एतेषां किं भवति? गोपयति, तेजयति, सङ्केतयति इति भवति. अर्थः अपि भिन्नः. चुरादिगणीयधातूनाम् अर्थः भिन्नः. अत्र एतेषां विशेष वार्तिकमस्ति इति कारणेन जुगुप्सते, तितिक्षते, चिकित्सति इत्येषाम् अर्थः अर्थभेदः अस्ति. परन्तु अत्र सन् प्रत्ययस्य योगे सन् प्रत्ययानां योगे सामान्यतया की अर्थभेदः अर्थः कथं भवति? पटधातुः अस्ति इति स्वीकरोतु. सन् योगे तस्य अर्थः कः भवति? पठिष्यति इति इच्छार्थकं भवति. पठितुम् इच्छति इत्यर्थे पठिष्यति इति भवति. अत्र तु इच्छार्थे सन् न भवति गुप्ति जिकिद् विषये. तेषां विषये केवलं रूपस्य तत्र निर्माणार्थमेव सन् प्रत्ययः भवति, तस्य अर्थपरिवर्तनार्थं न भवति. यतोहि सामान्यतया सन् योजयामः चेत् तत्र तु इच्छार्थरूपं भवति. सामान्यार्थः न भवति, इच्छार्थरूपं भवति. अत्र तथा न भवति. स्पष्टं वा? गुप्तातु, तिज्गातु, किप्दातु इच्छार्थकमपि रूपम् अस्ति अस्ति वा भगिनि? इच्छार्थकरूपं वा तत्र? इच्छार्थकरूपं प्रायः भवेत्, परन्तु अहं स्पष्टतया न जानामि तत्र कीदृशरूपं तस्य प्रयोगः भवितुम् अर्हति किल. परन्तु भवितुम् अर्हति. सामान्यतया सन् तु सर्वेषां धातूनां विषये एव विहितः भवति. परन्तु अत्र यत् रूपम् अस्ति तत्तु भ्वादिगणे यदि सन् योजयिष्यामः गुप्तिज किद्भ्यः सन् इति सूत्रेण तत्र तु अर्थपरिवर्तनं नास्ति. परन्तु उत्तमः प्रश्नः. अहम् अपि अन्वेषणं करोमि, महोदयमपि पृच्छामि. तस्य रूपं कीदृशम् अस्ति इति चिन्तयामि. इदानीं गुप्तिज कित् विषये प्रश्नाः सन्ति वा अथवा अग्रे सरामः वा? अग्रे सराम. अस्तु. अनन्तरम् इतोपि सन् प्रत्ययाः कुत्र भवन्ति? सुब्रह्मण्यमहोदय वदति वा? अत्र मान्, बध, दान, शान् तेषां कृते सन्प्रत्ययाः भवन्ति. अत्र मान् चुरादौ तु मानयति भवति, भुवादौ मीमांसते भवति. अत्र सूत्रमस्ति तेषां धातूनां दीर्घत्वं भवति अभ्यासस्य. इत्युक्ते अत्र यत्र द्वित्वं भवति अत्र प्रथम अक्षरस्य दीर्घत्वं भवति. मान् मीमांसते मीमांसते अभ्यासः इत्युक्ते अत्र पूर्व अक्षरं यः भवति तत् अभ्यासः. अक्षरम् इति न, कथं भवति इत्युक्ते मान् इति अस्ति खलु, मान् मान् इति द्विवारं भवति प्रथमं. मान् इति धातुः अस्ति, तस्य द्विवारं लिखतु मान् मान् इति. तत्र प्रथमं यद् मान् अस्ति तस्य अभ्यासः इति नाम. अनन्तरं यद् मान् अस्ति सः मूलधातु सः सहभागः धातोः भागः पूर्वं यद् मान् अस्ति तस्य अभ्यासः इति नाम. अनन्तरं तस्य कानिचन कार्याणि भवन्ति तदा तु केवलं मकारः अस्ति. अनन्तरं किं भवति तस्य अत्र तु सन् प्रत्ययः यदा भवति तत्र इकारः भवति मकारस्य अनन्तरम् इकारः मि मान् इति भवति. अनन्तरं दीर्घत्वं प्राप्नोति मि मान् इति भवति. मी मांसते अत्र सूत्रं कः किं सूत्रमस्ति भगिनि अत्र अभ्यासस्य इकारत्वं अत्र सन्निहितः इति सूत्रमस्ति. पश्यतु मान बद दान शान शान्भ्यो दीर्घश्च अभ्यासस्य इति सूत्रम् अस्ति खलु. नूतनकरपत्रे पञ्चदशपुटे अधोभागे तदस्ति. तदनन्तरं षोडशे पुटे पूर्वोऽभ्यासः इत्यनेन द्वित्वे सति प्रथमभागस्य अभ्याससंज्ञा भवति इति अस्ति. संयतः इत्यनेन सन् प्रत्यये परे अभ्यासस्य ह्रस्व अकारस्य स्थाने इकारादेशो भवति. मम पार्श्वे पूर्वतन मानमान अनन्तरं केवलं मा मान् इति भवति. अनन्तरम् अत्र अकारः यदस्ति तस्य स्थाने इकारः भवति मी मान् इति भवति. अत्र नकारः एकः प्रश्नः भगिनि मान् मान् इति वदति खलु अत्र प्रथमनकारस्य किं भवति अत्र कथं लुप्तः भवति नकारः वा तत्र तु हलादिशेषः इति कश्चन सूत्रम् अस्ति. अत्र पूर्णतया सः प्रक्रियां न दत्तवान् केवलं ज्ञानार्थमेव. परन्तु प्रथमः हल् वर्णः एव सामान्यतः तिष्ठति. यदि पट् धातु यदि स्वीकरोति पि पठिष्यति पट् पट् अनन्तरं प पट् पि पट् तथा सर्वे धातवः द्युत्तं भवति वा मान् मान् बद् बद् इति सन् सन् प्रक्रियायां सर्वत्र सन् प्रक्रिया लिट् लकारः जुहोत्यादिगणे तथा तादृश प्रक्रियायां द्वित्वं भवति. अतः एव लिट् लकारे यदि पश्यन्ति पपाठ मुमोच लिलेख इत्यादि रूपाणि भवन्ति. बभूव तत्र तु दीर्घः न इकारः दीर्घः न भवति लिट्लकारे केवलं द्वित्वं भवति. जगाम यदि काव्यादीनि पठितुं प्रारम्भं करोति संक्षेपरामायणम् इत्यादिकं तत्र तु चकार जगाम उवाच बभूव इत्यादि रूपाणि भवन्ति लिट्लकारस्य. अनन्तरं जुहोत्यादिगणे ददाति जुहोति बिभेति इत्यादि रूपाणि भवन्ति. तत्र सर्वत्र द्वित्वमेव. स्पष्टम्? एतावत्पर्यन्तं कति सन् कुत्र भवति गुप् तिज् किद् अनन्तरम् अनन्तरं मान् बद् दान् शान् मान मीमांसते बध बीभत्सते दान दीदांसति दीदांसते शान शीशांसति शीशांसते अस्तु इदानीम् आयति कश्चन प्रत्ययः आयाति कुत्र गुपु धूप क्षिपणि पणि पणिभ्यः आयः इति सूत्रेण आय इति आय इति कुत्र कुत्र आगच्छति अतः गुप् इति स्वीकृत्य कथं भवति इति रामप्रिया भगिनी वदति वा गुप् धातुं स्वीकृत्य तस्य रूपाणि तत्र कथं भवति गुप् योगः आय प्रथमं पुगन्तलघुपदस्य च इत्यनेन गुणः भवति गुप् गोपाय इति भवति गोपयोगः आय गोपाय इति भवति तनाद्यन्ता धातवः इत्यनेन धातुसंज्ञा इत्युक्ते गोपाय इति एव नूतनरूपं किल नूतनधातुः नूतनधातुः धातुविधायकसूत्रं द्वयम् अस्ति अष्टाध्याय्यां भूआदयो धातवः इति अस्ति सनाद्यन्ताः धातवः इति अस्ति सूत्रद्वयं भूआदयो धातवः तु कस्य विषये अस्ति धातुविषये कीदृशधातुः औपदेशिकधातुविषये आम् औपदेशिकधातूनां विषये भूआदयो धातवः अस्ति सनाद्यन्ता धातवः इति कस्य विषये अस्ति सनन्तदातवः किल सनादिप्रत्ययानां धातूनां विषये सनाद्यन्ताः धातवः एते अत्र किं भवति धातुः भवति अथवा सुबन्तं भवति तस्य योगे प्रत्ययं योजयित्वा पुनः धातोः निर्माणं कुर्मः अत्र सन् सनादिप्रत्ययानां योगे अत्र आय इति अपि सनादिप्रत्ययेषु अन्यतमः अस्ति अतः एव सनाद्यन्ता धातवः इति सूत्रेण अत्र धातुसंज्ञा भवति यदि संज्ञा अस्ति तदा एव कार्याणि भवितुम् अर्हति खलु गुप् इति धातुः पाठे भूआदयो धातवः इति सूत्रेण गुप् धातुः अस्ति अतः एव आयप्रत्ययः धातोः अनन्तरं विहितः इत्यनेन आय आगच्छति अनन्तरम् आययोगेन तत् अङ्गं गुप् अङ्गं भवति अङ्गम् अस्ति इति कारणेन पुगन्त अङ्गकार्यं पुगन्तलघुपदस्य च अनन्तरं गोपाय इदानीं गोपायस्य का संज्ञा इति प्रश्नः सनाद्यन्ता धातवः सनादिप्रत्ययेषु अन्यतमः आय इति प्रत्ययः अस्ति इति कारणेन सन् प्रत्ययस्य योगे गोपाय पुनः किं भवति धातुः भवति धातुः अस्ति इति कारणेन तस्य तिङ् प्रत्ययं योजयामः अतः कर्तरि शप् विकरणप्रत्ययः आगच्छति गोपाय पुनः धातुः अस्ति स्पष्टं वा यदि धातुः नास्ति तथा तिङ् प्रत्ययं योजयितुं न शक्नुमः मध्ये कर्तरि शप् न आयाति अतः प्रथमं संज्ञा भिन्नभिन्न तत्र तत्र सोपानेषु गुप् प्रथमं धातु धातुः अस्ति इति कारणेन आय इति प्रत्ययः भवति प्रत्ययस्य योगे प्रत्ययं यदि योजयामः तदा तस्य पूर्वभागः भागस्य अङ्गम् इति वदामः अतः गुप् अङ्गम् आय प्रत्ययः अङ्गमिति कारणेन एव पुगन्तलघुपदस्य च इति सूत्रं कार्यं कर्तुं शक्नोति अङ्गस्य अधिकारे अस्ति खलु तथा एव गोपाय इति तु धातुः अस्ति, अतः धातुसंज्ञा अस्ति कारणेन तिङ् योजयामः, तिङ् आगच्छति इति कारणेन मध्ये कर्तरी शप् आगच्छति. अस्तु, इदानीं वदतु रामप्रिया भगिनी. गोपाय योगः शप् योगः ति, अत्र अतो गुणे कार्यं करोति. गोपाय योगः पररूपं, पूर्वपररूपम् आकारः एव अवशिष्यते. गोपाय योग अयोगति गोपायति, गोपायति, गोपाय योग अ गोपाय एव भवति अतो गुणे तिस्रेण, अनन्तरं गोपायति. तथा एव धूपायति, पणायति, पनायति इत्यादि रूपाणि. अर्थं किं पणायति, पनायति अर्थं किम्? तत्र व्यवहारे इति गुपुरक्षणे, गुपुरक्षणे इति अस्ति. गोपनम् इत्युक्ते रक्षणं. यस्य कस्यापि रक्षणम् अथवा करोति तत् गोपनम् इति वदामः. विशेषतया धनस्य गोपनम् अथवा तादृशरूपाणि भवन्ति. धूप इति तु सन्तापः इत्युक्ते बहु उष्णम् इत्यादि. तपनम् इत्युक्ते बहु शारीरिककष्टः, सूर्यातपेन बहु तपनं भवति इति वदामः खलु. सूर्यः तापयति इति. सन्तापः तु समानार्थः. पण तु व्यवहारे, पणायति यदा बार्टर् इति अर्थे वदामः आङ्ग्लभाषायां. बार्टर् अथवा यत्किमपि अहं वस्त्रं ददामि, तस्य स्थाने भवान् पुस्तकं ददातु इति. तत्र अथवा यदा आङ्ग्लभाषायां बार्टर्, बि ए आर् टि इ आर्, तत्र पणं. यदि तमिळ् भाषां जानाति पणम् इत्युक्ते जानन्ति, पणम् इत्युक्ते धनस्य एव तमिळ् भाषायां पणम् इति वदामः. तमिळ् भाषायां एव आगच्छति पणयम् इति वदामः. पणयम् इत्युक्ते एकं संस्कृते पणयमपि अस्ति, पणमपि अस्ति. पण तु स्तुतौ इति अस्ति. स्तुति, ओके. भगिनी एकः प्रश्नः अस्ति, आयः इति प्रत्ययस्य सामान्य अर्थः किं? लैक् द सन् प्रत्ययस्य इच्छार्थः अस्ति. आयः प्रत्ययः इति सूत्रेण स्वार्थे धातुः स्वार्थे एव अस्ति. ये चतुर् चतुस् अत्र अत्र स्वार्थे एव अस्ति. सामान्यतया किम् आगच्छति, किम् उपयोगं करोति आयः? सामान्यतया एकक्षणं, तस्य कः अर्थः इति मया न ज्ञायते, तदपि द्रष्टव्यमेव. परन्तु पन इत्यस्य प्रश्नः आसीत् खलु, स्तुतौ इति. आय एकक्षणं पश्यामि. पासिटिव् अस्ति इदानीं न ज्ञायते, अहम् अग्रिमसप्ताहे वदामि. पासिटिव् अस्ति, चतुर्दश चोरे चुरादिगणः धातुः कासेटिव् अर्थे न, तत् निच् भवति. निच् चुरादिगणे तु निच् एव भवति. यद्यपि रूपं तत्र आय न भवति, रूपं चोरयति एवं भवति खलु. अत्र तु स्वार्थे इति अस्ति, परन्तु तस्य धातोः स्वार्थे एव परिवर्तनं भवति, तस्य भिन्न अर्थः एव नास्ति इति अहं मन्ये. परन्तु निश्चयेन वक्तुं न शक्नोमि, अग्रिमसप्ताहे वदामि. स्पष्टं? धन्यवादः. परन्तु धातोः अर्थस्य परिवर्तनं न भवति, केवलं रूपस्य परिवर्तनं. गोपाय इति भवति, परन्तु तत्र अर्थस्य परिवर्तनं न भवति इति स्वार्थे इत्युक्ते. अवगच्छन्ति? आं भगिनि. अस्तु, अनन्तरं आयादय आर्धधातुके वा इति सूत्रं पठितवन्तः वा? अवगच्छन्ति वा? अत्र विवरणम् आवश्यकं वा? विवरणम् आवश्यकं. तर्हि पठतु सूत्रस्य, सूत्रम् अपि पठतु, सूत्रस्य पूर्णविवरम्, अनन्तरं यदस्ति तदपि पठतु, तत् परिशीलयामः. आर्धधातुके वा आर्धधातुकप्रत्ययस्य विवक्षायाम् आय आदयः प्रत्ययाः विकल्पेन भवन्ति. आयादौ त्रयः प्रत्ययाः अन्तर्भूताः आय् यङ् मिङ्. आय् आय आदिर्येषां ते आयादयः. आयादयः प्रथमान्तम्, आर्धधातुके सप्तम्यन्तं वा अव्ययपदं त्रिपदमिदं सूत्रम्. अत्र आर्धधातुके इति विषयसप्तमी अस्ति, अतः आर्धधातुकस्य विषये अथवा आर्धधातुकस्य विवक्षायाम् इत्यर्थः. सूत्रं स्वयं सम्पूर्णम्, आयादयः आर्धधातुके वा. अवगच्छति वा? आयादयः इत्युक्ते के? आय् इयङ् मिङ् तादृश प्रत्ययत्रयम् अस्ति. प्रत्ययत्रयमेव आयादयः. आर्धधातुके इत्युक्ते अत्र कः अर्थः? आर्धधातुक आर्धधातुक धातु धातूनां आर्धधातुकविषये. आर्धधातुकप्रक्रिया इति भवति. आर्धधातुकः लृट् लकारे भवति, लिट् लकारे भवति, तथा तत् अन्यत्रापि भवति. तत्र तु आयादयः विकल्पेन भवन्ति इति. वयं तु इदानीम् आर्धधातुकप्रकरणं न परिशीलयामः, सार्वधातुक प्रकरणमेव परिशीलयामः. परन्तु केवलं ज्ञानार्थम् अत्र अस्ति. अत्र अत्र आर्धधातुके इति अस्ति चेत् विषयसप्तमी इति पदस्य अर्थः कः इति जानन्ति वा? विषयसप्तमी इत्युक्ते सप्तमीप्रयोगं नास्ति अत्र. न, प्रयोगः अस्ति आर्धधातुके इति सप्तमी विभक्तिः अस्ति. विषयसप्तमी इत्युक्ते न जानामि भगिनि. अत्र विषयः चर्चा करोति, सः सप्तमी अस्ति. सामान्यतया सप्तमी कालदेशनिर्माणं करोति इति विषयम् अपि सूचना करोति. अन्य कोऽपि किमपि वक्तुम् इच्छति वा? अत्र चिन्तनमस्ति भगिनी, अत्र व्याकरणे यदा सूत्रे सप्तमी विभक्ति अस्ति तर्हि अत्र कार्यं पूर्वकार्यमस्ति इति वदामि खलु. अत्र आर्धधातुके कार्यनिमित्तिक विभक्तिरूपं नास्ति, परन्तु विषय रूपक सप्तमी विभक्ति रूपमस्ति इति. अति उत्तमं महोदय, परन्तु विषयसप्तमी इत्युक्ते? विषयसप्तमी इत्युक्ते यथा मम मनसि किमपि चिन्तनमस्ति. न, सप्तमी विभक्तिप्रयोगः यथा महोदय उक्तवती तथा आधारे भवति. देशे काले अहं पोर्ट्लैंड नगरे वसामि, तत्र स्थानम् अस्ति, अहं दशवादने कार्यालयं गच्छामि, तत्र समयः अस्ति, तथा देशकालं तस्य सः तु आधारः भवति, अधिकरणम् अधिकरणे सप्तमी विभक्तिः भवति. अमेरिकादेशे वसति, मार्च् मासे गमिष्यति इत्यादिकं, तत्र अधिकरणसप्तमी इति वदामः. सः व्याकरणे पण्डितः, तत्र अधिकरणं भवति वा किं भवति? अत्र विषयसप्तमी भवति. व्याकरणविषये सः पण्डितः, तथा यदा भवति तदा विषयसप्तमी इति वदामः. व्याकरणविषये, तत्र व्याकरणे पण्डितः इति वदामः चेत् व्याकरणविषये पण्डितः. अत्र आर्धधातुके इति यदा वदामः आर्धधातुकविषये आयादयः विकल्पेन भवन्ति इति. स्पष्टं? सप्तमी विभक्ति अधिकरणे भवति, विषये भवति, तथा भिन्नभिन्न सन्दर्भेषु एव वयं लौकिकप्रयोगे कुर्मः. यत्र कुत्रापि विभक्तिः भवति सूत्रेषु, तत्र यदि सामान्यलौकिक अर्थम् एतादृशं भवितुम् अर्हति तस्य एव स्वीकरणं भवति. यत्र न भवति तत्र एव यथा महोदयेन उक्तं पूर्वस्य कार्यम् इति सप्तमी विभक्तेः विषये भवति खलु. तत्तु यदि सामान्य अर्थं न भवति तदा तादृश अर्थं स्वीकुर्मः सूत्रेषु. सार्वधातुक आर्धधातुकयोः गुणः इति अस्ति. सामान्यतया षष्ठी विभक्ति सम्बन्धे इत्येव उपयोगं कुर्मः खलु. रामलक्ष्मणयोः माता, परन्तु तादृशसम्बन्धः तत्र वर्तुं न शक्नुमः. सार्वधातुक आर्धधातुकयोः गुणः इति वाक्ये तत्र सम्बन्धः नास्ति. परन्तु तादृशसम्बन्धः नास्ति इति कारणेन सार्वधातुक अर्धधातुकयोः तत्र स्थाने इति योजयामः. अवगतम्? अतः एव अत्रापि आर्धधातुकस्य विषये इति एव अर्थः अस्ति अत्र. आर्धधातुक आर्धधातुकलकारेषु विकल्पेन आयप्रत्ययः भवति. यदा लृट् लकारे आय यदा आगच्छति गोपायिष्यति इति भवति. आय यदा न भवति गोपिष्यति इति भवति विकल्पेन. लिट् लकारे गोपायाञ्चकार इति भवति. आय अभावे जुगोप इति भवति. अवगच्छति? मूलधातुः गुप् किल, गुप् एव. तस्य अन्य लृट् लकारे लिट् लकारे तु रूपद्वयमपि भवितुम् अर्हति इत्येव सारांशः. आय आगन्तुं शक्नोति अथवा न, तस्य आय न अपि भवति आर्धधातुक प्रत्ययः यदा भवति आर्धधातुकप्रक्रियायां रूपद्वयमपि भवति एतेषु धातुषु विषये. स्पष्टं वा? अस्तु, इतोपि प्रश्नाः न सन्ति चेत् विरमामः वा? आं भगिनि, विरमामः. अस्तु, धन्यवादः, पुनर्मिलामः. धन्यवादः. धन्यवादः. धन्यवादः भगिनि. शुभरात्रिः. शुभरात्रिः.